नमस्ते महोदय। नमस्कारः महोदय। प्रार्थनाश्लोकं वदामः वा महोदय, तत्र यावत् वयं प्रतीक्षां कुर्मः। आम् महोदय। शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। सरस्वति नमस्तुभ्यं वरदे कामरूपिणि, विद्यारम्भं करिष्यामि सिद्धं भवतु मे सदा। गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः, गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। पठामि संस्कृतं नित्यं, वदामि संस्कृतं तत्सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरं। संस्कृतस्य प्रसाराय नित्यं सर्वं ददाम्यहं, संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरं। संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरं। हिन्दुधर्मं समागतं च पवित्रं पवित्रां संस्कृतिं तथा संरक्षणं संरक्षणं कुर्याम कुर्याम विश्वं विश्वं शान्तिस्पन्दितम्। शक्तिसंहितम्। नूतनजालपुटं मया प्राप्तं महोदय, तत्र नेत्रयो बहु किञ्चित् सरलं भवति पठितुम्। अक्षराणि तत्र सम्यक् विद्यन्ते, तत्र गणमध्ये तत्र प्रेषितवती खलु। इदानीमेव दृष्टवान् भगिनि, पश्यामि। चाट् मध्ये किं वेब्सैट् स्थापयति एतत्? भगिनि, किं भगिनि किं महोदय चाट् किं मध्ये स्थापयति वा कृपया? अकरोमि भगिनि, अधुना करोमि। धन्यवादः। इदं वेब्सैट् न दृष्टं कदापि। न च तत्र कुतश्चित् प्राप्तं, तत्र यत् अस्माभिः पूर्वं पठितमासीत् तत्र तु मम पठने बहु क्लेशाय वर्तते आमां भगिनि। तत्र अक्षराणि तत्र कः सर्वाणि वर्णः इत्येव मया न ऊहामपि कर्तुं, कथं शारदा भगिनी कथं पठति इत्येव न जाने। तस्याः पूर्वपठितज्ञानं स्यात्, यदा अहं पठामि अकारः वा हकारः वा इत्येव मम भ्रमणे एव समयः सत्यं सत्यं। जायते। शारदामुक्ते आह्वातव्यं वा? सा स्वयम् आगच्छति खलु। एवं कदाचित् पूर्वं तु अहम् आह्वयामि स्म। नमस्कारः महोदय। नमस्ते सर्वेभ्यो नमः। सर्वे आगतवन्तः खलु? आं महोदय, आम् महोदय, षड् जनाः वयं स्मः। प्रार्थना अपि उक्ता किम्? आं महोदय, कृता। अस्तु, इदानीं तु इतोपि नळोपाख्यानस्य प्रतिं शेर् कर्तुं केनापि न आगतं किम्? तत्र शेर् कर्तुम् अङ्गीकारः अस्ति वा अस्माकम्? अस्ति इति मन्ये, अहं कर्तुं शक्नोमि महोदय। मया अन्यत् जालपुटं प्राप्तम् यत्र अक्षराणि इतोपि तत्र साधु दृश्यन्ते, तद् प्रदर्शयामि किम् अत्र? चिन्ता नास्ति, करोतु। एवं श्लोकः इतः आरभ्य पठनीयः, तस्य क्रमः अस्ति. इदानीं तु वर्गे कति जनाः सन्ति? शान्ति दृश्यते, भव्या अस्ति खलु, इतोपि के सन्ति? हरिमहोदयः अस्ति, शान्ति आहा, शुभा भगिनी अस्ति, विमला भगिनी अस्ति, सन्ध्या भगिनी अपि अस्ति. अस्तु। नमस्कारः महोदय. इदानीं तु सः नरेन्द्रकापरे महोदयस्य वर्गस्य इदानीमपि भवति वा चालनं? हा अस्ति इति मन्ये, महोदय विलम्बेन आगच्छामि इति तत्र लिखितवान्. अस्तु। तत्र ज़ूम् समीचीनं का भगिनि दृश्यते किम्? दृश्यते, पठनीयं दृश्यते। तर्हि पुनः आरम्भतः आरभणीयः खलु तत्र क्रमः. कुत्र वयं स्थगितवन्तः ततः आरभ्य एव पठामः। आम्, किन्तु कस्य जनस्य पर्यायः इति पृच्छन्ति ओहो, अस्मि. चिन्ता नास्ति, इदानीं ये सन्ति तेषामेव पठनं भवतु। ते अस्तु सर्वदा सः एव क्रमः इति न अस्तु भवितुमर्हति। भवती एव पठतु भगिनि, भव्या भगिनि। अस्तु महोदय. बृहदश उवाच यद्ब्रवीषि महाराज, न मत्तो विद्यते क्वचित्, अल्पभाग्यतर कश्चित्, पुमानस्तीति पाण्डव. तर्हि मतपेक्षया कोऽपि अन्यः अल्पभाग्यतरः अस्ति किम् इति सः पृच्छति, धर्मराजः पृच्छति. पञ्चपञ्चश्लोकान् पठित्वा तात्पर्यरीत्या वदामः, यत्र यत्र अस्तु सन्देहः वर्तते तस्य चर्चां कुर्मः। बहु तथा. सुकरमेव अस्ति पठनम् अग्रे अपि। अत्र ते कथयिष्यामि यदि शुश्रूषसे न अश्रसे नग, यत्त्वत्तो दुःखिततरो राजासीत् पृथिवीपते. वैशम्पायन उवाच अथैनम् अब्रवीद्राजा, ब्रवीतु भगवानिति, इमामवस्थां सम्प्राप्तं श्रोतुमिच्छति, श्रोतुमिच्छामि पार्थिवम्. बृहदश उवाच शृणु राजन्नवहितः, सह भ्रातृभिरच्युत, यस्त्वत्तो दुःखिततरो राजासीत् पृथिवीपते. निषधेषु महीपालो वीरसेन इति स्मः, तस्य पुत्रो भवन्नाम्ना नलो धर्मार्थधर्षिवान्. अत्र प्रश्नः नास्ति महोदय, कथ यदि भवान् किञ्चित् इच्छति तात्पर्यं वदतु भगिनि। तर्हि मत्सदृशः अन्य अल्पभागेतरः अस्ति वा इति धर्मराजस्य अत्र दुःखः जायते, शङ्का जायते. तर्हि सः पृच्छति तदा तु मत् सदृशः न भवति अत्र, मत्तः अपि अल्पभाग्यतरः। मतपेक्षया भागीतरः अस्ति किम् इति. तर्हि तत्र बृहदश उवाच अस्ति खलु, अस्ति खलु, अहं कथयिष्यामि भवान् शृणोतु इति. तदा तु वैशम्पायन वदति तत्र तत् अनुवर्तनं खलु तत्र। धर्मराज एव तत्र. आमामान् अस्तु, आं ब्रवीतु इति, भगवान् ब्रवीतु इति वदति, श्रोतुमिच्छामि इति. तदा तु सः वदति शृणु राजन्, तत्र तत्र भ्रातृभिः भवान् अच्युत अपि सर्वेपि सन्ति खलु, भवन्तः शृण्वन्तु. भवत् त्वत्तः तु दुःखितः राजा आसीत् पृथ्वीपत्, हे पृथ्वीपते इति अस्ति. कः न इत्युक्ते न निषु पृथ्वीपते इति सम्बोधनार्थम्। सम्बोधनम् अस्ति, हे पृथ्वीपते त्वत्तः दुःखितरः राजा आसीत् इति. वीरसेन निषदेषु राजा आसीत् वीरसेन इति, तस्य तु पुत्रः आसीत् नलः इति, यः तत्र आचरति स्म, सः एव वर्तते इति कथायाः आरम्भः। अत्र साधारण एतत्तु महाभारतं तु यदा परीक्षितः पुत्रः जनमेजयः सर्पयागं कृतवान् कुर्वन्नासीत् तदा सर्पयाग अनेके तस्य पिता परीक्षित् तु सर्पदशनेन एव मृतः इति कारणात् कोपेन सर्पयागं कृत्वा सर्पान् सर्वानपि अहं यज्ञे आहुतिरीत्या करोमि नाशयिष्यामि इति सः उक्तवान् खलु। तथा अनन्तरं केनापि तत्र प्रतिनिधित्वेन सर्पाणां प्रतिनिधित्वेन वासुकेः भागिनेयः वा किमपि आं च तथा एव चिन्तयामि आस्तिकः इति तस्य नाम सः आगत्य सर्पयागं स्थगयति कथमपि। तस्मिन् समये सर्वे ऋषयः तत्र आगताः सन्ति, तेषु अन्यतमः वैशम्पायनः इति व्यासस्य शिष्यः सः, व्यासमहर्षेः शिष्यः सः जनमेजयं प्रति एवं वदति भवतः पूर्वजाः एवं सर्वम् अनुभूतवन्तः इति संक्षेपेण वदति। तदा जनमेजयः पूर्वजानां चरित्रं वदतु इति, अतः महाभारतं पूर्णतया वैशम्पायनः जनमेयराजं प्रति उक्तम् इति एव भवति। मध्ये मध्ये व्यासः वैशम्पायन एव तथा एव लिखितवान् अस्ति। अतः इदानीं जनमे मध्ये मध्ये पृथ्वीपते इति भवति चेत् जनमेजयं प्रति अपि तत् सम्बोधनं भवितुम् अर्हति। वैशम्पायन उवाच इति मध्ये मध्ये भवति इति चेत् केवलं कथायाः अनुवर्तनं भवति इति तावदेव। अत्र तु वैशम्पायनस्य उपस्थितिः वा कि नास्ति तत्र। अस्तु ब्रह्म अग्रे अग्रे पञ्चश्लोकान् पठन्ति वा? हरिमोहन अस्तु। सनिकृत्यजितो राजा पुष्करेणेति न श्रुतं महोदय वनव महोदय तत्र निकृत्या इति दीर्घः अस्ति। सनिकृत्याजितो राजा पुष्करेणेति न श्रुतं वनवासमदुःखार्हो भार्ययान्यवसत्सः न तस्याश्वो न च रथो न भ्राता न च बान्धवाः वने निवसतो राजा राजन् शिष्यन्ते स्म कदाचन भवान् हि संवृतो वीरैर्भ्रातुभिर्देव संमितैः ब्रह्मकल्पैर्द्विजाग्रैश्च तस्मान्नार्हसि शोचितुं। युधिष्ठिर उवाच विस्तरेणेऽहमिच्छामि नलस्य सुमहात्मनः चरितं वदतां श्रेष्ठ तन्ममाख्यातुमर्हसि। अस्तु। पाठः समाप्तः महोदय। अस्तु स निकृत्या निकृति न पापं प्रायः खलु निकृत्य निकृति इत्युक्ते वञ्चना इति भवति। वञ्चना हा निकृत्या अत्र वञ्चनया कौरवाः शकुनेः सहायेन खलु द्यूते पराजयम् आनीतवन्तः, अतः निकृत्या जितः इति। स निकृत्या जितः अत्र राजा नलस्य विषये खलु महोदय, अत्र नलः पुष्करेण निकृत्या जितः इति खलु, क्षम्यताम्। अत्र नलस्य विषयः खलु? आं भगिनि, नलः निकृत्या जितः। क्षम्यताम्, अहं शकुनिः इति उक्तवान् खलु, अस्तु क्षम्यतां क्षम्यतां, नलः अपि तथा एव वञ्चनया एव सः अपि पराजितः पुष्करेण। अहम् इतोपि महाभारते एव अस्मि, मम मनः तत्रैव। पुष्करेण अस्तु, इत्युक्ते किं महोदय? पुष्करः इति तस्य नाम, एवं किम्? अस्तु नालस्य दायादि इति मन्ये। अस्तु तेन अयं राजा जितः अयम् अदुःखार्हः वनवासं भार्या वनवासं न्यवसत्। अत्र पश्यतु अदुःखार्हः इति, अहं भार्यया वनवासं भार्या सह वनवासं न्यवसत् इति अस्ति खलु, न्यवसति किमर्थं न्यवसत् सः इति? मी उपसर्ग अवसत् अवसत् लङ्लकार, लङ्लकारः सः न अवसत् न न तत् सः अवसत् कर्तुं मी उपसर्गं जानामि, सः अवसत् इति कस्य विषयः इति? भार्या सह नलः नलः अस्ति, अवसत् सः नलः भार्यया सह तदेव, भार्या सह वनवासं न्यवसत् सः अदुःखार्हः, दुःखार्थं सः अर्हः नास्ति चेदपि तथा तस्य दुरदृष्टतया तथा अस्तु. न तस्य अश्वः रथः भ्राता बान्धवाः नासन्, वने निवसतः राजन् तस्य शिष्यन्ते स्म कदाचन, किमपि नासीत् तस्य सकाशे इति। भवान् हि संवृतो वीरैर्भ्रातृभिर्देवसंमितैः, भवान् तस्य सकाशे किमपि नासीत्, तव सकाशे तु एतत् सर्वम् अस्ति। वीर भवान् एतैः सर्वैः संवृतः वीरैः भ्रातृभिः देवसंमितैः देवसमानैः ब्रह्मकल्पैर्द्विजैः ब्राह्मणैः जैर्भाग्यैश्च तस्मान् नार्हसि शोचितुं, तदर्थं भवान् शोचितुं नार्हति नार्हति। युधिष्ठिर उवाच, विस्तरेणेऽहम् इच्छामि नलस्य सुमहात्मना, सुमहात्मना नलस्य विस्तरेण अहं श्रोतुमिच्छामि, चरितं श्रोतुमिच्छामि। वदतां श्रेष्ठ तन् कस्य कमुद्दिश्य वदति, अत्र कः वदति कथां, तं वदतां श्रेष्ठ भवान्, तन्माम् आख्यातुम् अर्हसि, वक्तुम् अर्हति भवान्। तत् चरितं मम आख्यातुम् अर्हसि. वैशम्पायनः खलु वदति, तमेव न न उद्दिश्य अन्यः अन्यः आगतवान् द्रष्टुं. बृहदश्वः इति ऋषिः, बृहदश्वम्, अस्तु सम्यक्। सः पदे पदे पाण्डवान् द्रष्टुं बहवः ऋषयः एकैकशः आगच्छन्ति, ते धर्मिष्ठाः इति कृत्वा तेषां सान्त्वनार्थं किञ्चित् तेषां धैर्यम् धैर्योत्पादनार्थं त आगच्छन्ति पुनः पुनः. अस्तु तत्र अन्यतमः एषः, पूर्वं मार्कण्डेयः आगतः, इदानीं बृहदश्वः, अथवा अनन्तरं मार्कण्डेयः आगच्छति वा न जान. सन्ध्या भगिनी महोदय, पञ्चश्लोकम्. अत्र खलु बृहदश्वो तस्मात् वा? आं भगिनि, आरम्भतः नूतनपाठः. बृहद् बृहदश्व उवाच, आसीद् राजानलो नाम वीरसेनसुतो बली, उपपन्नो गुणैरिष्टैर्रूपवानश्वकोविदः, अतिष्ठन्मनुजेन्द्राणां मूर्धिदेवपथिर्यथा, उपर्युपरि सर्वेषाम् आदित्य इव तेजसा, ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः, अक्षप्रियः सत्यवादी महान् अक्षौहिणीपतिः, ईप्सितो वरनारीणाम् उदारः संयतेन्द्रियः, रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुस्वयम्, तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः, शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः. सरलमेव अस्ति खलु महोदय, अत्र किमपि वक्तव्यं वा? न न न इदानीं सर्वैः पूर्णतया अवगतं चेत् अग्रे सरामः. किमपि अस्ति किं खलु? तत्र केवलम् उपरि उपरि इति द्वितीयश्लोके उपरि उपरि इति किमर्थम् अस्ति? अत्र मनुजेन्द्राणाम् उपरि उपरि, सर्वेषां मनुजेन्द्राणाम् उपरि उपरि, इत्युक्ते अधिपतिः इव सर्वेषां नृपाणाम् अधिपतिः इव उपरि उपरि, कथं देवपतिः यथा इति एकं तोलनं, पुनः तेजसा आदित्यः इति एकं तोलनम्, इत्युक्ते तस्य अनेकसामन्तराजाः आसन्, सः चक्रवर्ती इव आसीत् इति. अपि च अन्यः प्रश्नः, अत्र तृतीयश्लोके अक्षप्रियः इति अस्ति, तर्हि अक्षप्रियत्वं तत्र दुर्गुणः इति न मन्यते किम्? अत्र साधारणतया क्षत्रियः भवति चेत् एतादृश अक्षक्रीडायां किञ्चित् मोहः भवति एव, सर्वेषाम् इति अस्तु वक्तुं न शक्यते। अतः इदानीं युधिष्ठिरः तथा आसीत्, तस्य कष्टानि इदानीम् आगतानि। इदानीं तस् पूर्वतन नल नलचरितं वक्तुं तस्यपि एवमेव दुर्गुणः आसीत् इति, अक्षक्रीडायां तस्य मोहः अपि आसीत्, तत्र पराजयं प्राप्य एव एतावान् एतावन्तं कष्टम् अनुभूतवान् सः इति वदति सः। तर्हि बृहदश्वः हेतुपुरस्सरमेव नलस्य कथां युधिष्ठिरं वदति इति दृश्यते, अक्षप्रियः द्वौ यद्यपि तदेव जानाति स्म तथापि वञ्चनया सः पीडितः जातः खलु। आं, पुष्करस्य अपि तथा एव इति मन्ये। तत्र विस्तारेण न दत्तं, वस्तुतः नलचरितं पञ्चकाव्येषु महाकाव्येषु अन्यतमं, नैषधीयम् इति, नैषधीयचरितम् इति, तस्य लेखकः तु श्रीहर्षः कविः। श्रीहर्षः इत्युक्ते हर्षवर्धनः न, अन्यः श्रीहर्षः इति कविः। वयं तत् पठितुं प्रारब्धवन्तः मङ्गलवासरवर्गे, नरेशः वयं सर्वे, परन्तु बहु दीर्घं महाकाव्यम् इति चेत् एकैकस्य वर्णनमपि अनेकान् अध्यायान् यावत् गच्छति खलु। तथा नलस्य गुणवर्णनं, रूपवर्णनं, तस्य राज्यपरिपालनवर्णनम् इति वर्णनार्थमेव बहु बहवः वर्गाः यापिताः। अनन्तरं वयं निश्चितवन्तः किञ्चित् त्यक्त्वा, मध्ये मध्ये त्यक्त्वा पठिष्यामः, अन्यथा वर्षशः भवति पठनम् इति। तदनन्तरमेव रामायणपठनस्य प्रारम्भः अभवत्, अतः नैषधीयचरितं स्थगितम् इदानीम्। तस्य केवलं बहु सङ्ग्रहेण एव अत्र उक्तः, अतः अहं चिन्तयामि अक्षक्रीडायाः विस्तारः अत्र न दत्तः इति मन्ये। पुष्करः नलस्य अनुजः द्वावपि साक्षात् अनुजः वा कजिन् वा दायादि वा? अनुजः इति वदन्ति, अपि च शूरसेन या वीरसेनकः तेषां पिता नलस्य पिता तु वीरसेनः, हा पुष्करः अपि वीरसेनस्य पुत्रः एव वा? आम् आम् महोदय, उक्तमस्ति। परन्तु यदा मया पठितम् अन्यत्र, तत्र दायादि इति आसीत्, प्रायः भवितुमर्हति नलः पुष्करः सहोदरः अपि भवितुम्। परन्तु तत्र ज्येष्ठपुत्रः इति भवति चेत् नलस्य एव तत्र राज्यपरिपालनस्य चक्रवर्ती भवितुं तस्य एव अर्हता ज्येष्ठपुत्रः इति कारणात्। परन्तु यथा दुर्योधनः कृतवान् तथा एव वञ्चनया युधिष्ठिरस्य एव न्यायेन राज्यं भवति खलु, परन्तु दुर्योधनः तत् अपहर्तुमेव इष्टवान्, तथा एव पुष्करः अपि इष्टवान्, अतः द्यूतस्य व्याजेन सर्वं गतम्। शुभा भगिनी, पञ्चमश्लोकस्य अर्थं भगिनी किञ्चित् अहं पठामि किम्? किञ्चित् वदति ओ वा? श्रुति भगिनी न पठितवती, आमां भगिनी, पञ्चमश्लोकस्य अर्थः वा? आमां, भीमपराक्रमः, भीमः इति कश्चित् अन्यः राजा, विदर्भदेशानां राजा सः, सः शूरः, सर्वगुणैः युक्तः, प्रजाकामः इत्युक्ते तत्र प्रजानां तत्र तस्य सन्तति, अप्रजः, सन्ततिकामः, तस्य तत्र सन्ततिः न आसीत्, अतः सन्ततिमिच्छति किन्तु सः अप्रजः इत्युक्ते सन्ततिः नास्ति, निस्सन्तानः अस्ति इति तत्र आम् भीमः इति अन्यस्य राज्ञः इदानीम् अस्ति विवरणं। दमयन्त्याः पिता अस्ति, दमयन्त्याः पिता बहु पराक्रमः, अस्तु अस्तु भीमपराक्रमः इत्युक्ते भीमः इत्यस्य अर्थद्वयं भवति, भीमसेना इति भीमः इति नाम अपि भवति, भयङ्करः भीमः अत्यधिकपराक्रमशाली इत्यपि अर्थः भवति। अस्तु अस्तु, धन्यवादः महोदय। शान्ति भगिनी। सप्रजार्थे परं यत्नम् अकरोत् सुसमाहितः, तमभ्यगच्छत् ब्रह्मर्षिः, दमनो नाम भारत, तं स भीमः प्रजाकामः, तोषयामास धर्मवित्, महिष्या सह राजेन्द्र, सत्कारेण सुवर्चसं, तस्मै प्रसन्नो दमनः, सभार्याय वरं ददौ, कन्यारत्नं कुमारांश्च, त्रीनुदारान् महायशाः, दमयन्तीं दमं दान्तं, दमनं च सुवर्चसम्, उपपन्नान् गुणैः सर्वैः, भीमान् भीमपराक्रमान्। इतोपि अन्य एकः अस्ति खलु, दमयन्ती तु रूपेण, तेजसा यशसा श्रिया, सौभाग्येन च लोकेषु, यशः प्राप सुमध्यमा। सः भीमः प्रजार्थं तत्र किं दमन नाम ब्रह्मर्षिम् अभ्यगच्छत्, सः प्रसन्नः भूत्वा सन्ततिं तत्र वरं दत्तवान्। कन्यारत्नम् एका भवति, अपि च अन्ये कुमाराः अपि, तेषां नामानि दत्तानि, दमयन्ति, दमः, दान्तः, तेषां नाम दमः, दान्तः, दमनः इति, दमनः, अपि च सुवर्चसः, न सुवर्चसम् इति न सुवर्चस केवलं विशेषणम्, अधिक अधिकं भवति खलु, केवलं पुत्रत्रयं कुमारत्रयमेव, आमां, दमः, दान्तः, दमनः, आम्, अपि च दमयन्त्याः रूप गुणवर्णनमपि दत्तम्। येन किम् अत्र तदेव लक्षितम्। न तत्र सर्वै भीमान् भीमपराक्रमान् पुल्लिङ्गे अस्ति इति कारणात् पुत्राणां विशेषणं, आमाम् दमयन्तीं च, दमं दान्तं, दमनं सुवर्चसं, गुणैः उपपन्नान् सर्वैः भीमान्, सर्वैः गुणैः उपपन्नान् भीमपराक्रमान् इति। अस्तु। अथ तां वयसि प्राप्ते दासीनां समलङ्कृतं, शतं सखीनां च तथा पर्युपास्ते शचीमिव, तत्र स्मभ्राजते भैमी सर्वाभरणभूषिता, सखी मध्येन वद्याङ्गी विद्युत्सौदामिनी यथा, अतीवरूपसम्पन्ना श्रीरिवायतलोचना, न देवेषु च न यक्षेषु तादृग्रूपवती क्वचित्, मानुषेष्वपि चान्येषु दृष्टपूर्वा न च श्रुता, चित्तप्रमाथिनी बाला देवानामपि सुन्दरी, नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि, कन्दर्प इव रूपेण मूर्तिमानभवत् स्वयं, तस्या समीपे तु नलं प्रशंसुकुतूहलात्, नैषधस्य समीपे तु दमयन्तीं पुनः पुनः, अथ तां वयसि प्राप्ते दासीनां समलङ्कृतं, शतं सखीनां शतं च यथा पर्युपास्ते शचीमिव, तस्याः अलङ्कारादि विषये कर्तुं दासी जनाः सन्ति इति किल, दासीनां शतं शतं सन्ति इति, तावत्यः आगच्छन् सन्ति इति, तस्याः उपचारं सेवां कुर्वन्ति ते ताः सर्वाः इति, यथा शचीं देवदास्यः देवतानां किं वदामः सेविकाः शचीं उपचरन्ति तथा। तत्र स्म भ्राजते भैमी सर्वाभरणभूषिता सखी मध्ये नवद्याङ्गी विद्युत्सौदामिनीयता। सा शोभते एवम् इति वदति, सर्वाभरणभूषिता इति अस्ति। रूपसम्पन्ना श्रीः इव आयतलोचना इति विस्तारनेत्राणि इति। कश्चित् अन्यः विशेषः विद्युत् सौदामिनी इत्युक्ते समानार्थको पदे तडित् सौदामिनी विद्युत् चञ्चला चपला अपि इति कोशः। तर्हि कथमत्र विद्युत् पुनः सौदामिनी इति चेत् प्रायः अत्र एव व्याख्याने दत्तमस्ति, तत्र विद्युत् सौदामिनी इति प्रावृट् काले यत् विद्युत् आगच्छति तत् सर्वं ददाति इति, सर्वैश्वर्यं ददाति इति कारणात् सुदावना इति एकं पदम् अस्ति तत्र, सुदामानं सुदामानं ददाति इति किमपि अस्ति व्याख्याने, पठन्तु तत्र एव। सुदामा नाम मेघः। सुदामा सुदामा मानः यस्याः अस्ति सुदा सौदामिनी। प्रावृट् काले, प्रावृषि इत्युक्ते पर्वृट् काले वर्षाकाले यथा वक्तुं भवत्या भवतः तदेव मेघाः भवन्ति खलु, परं तत्र विद्युतिव प्रकाशते सा इति, मेघानां मध्ये विद्युतिव प्रकाशते इत्यपि अर्थः। सुदामा इत्यस्य अर्थः किमर्थं तथा नाम आगतम् इति तस्य विवरणं दत्तं तत्र। अत्र भैमी इत्युक्ते कः? भीमस्य पुत्री, भीमस्य पुत्री भैमी, भीमस्य अपत्यं स्त्री भैमी। द्रौपदी वा, द्रुपदस्य अपत्यं स्त्री द्रौपदी भैमी। भैमी अनन्तरं न देवेषु एतादृश रूपवति देवेषु यक्षेषु मनुष्येषु अपि न नास्ति इति, न दृष्टपूर्वा अस्ति इति। एषा देवानामपि, एषा बालसुन्दरी चित्तप्रमा, चित्तप्रमाथिनी, देवानां चित्तमपि सा किञ्चित् चालयति, चञ्चलयति इति। अस्ति इति। अनन्तरं नलः, नलस्य विषये वदति, नलः नरशार्दूलः अस्ति रूपेण प्रतिमो भुवि, सुन्दरः अपि अस्ति भुवि, कन्दर्पः एव सुन्दरः एव सुन्दरः मूर्तिमान्। महोदय अत्र पञ्चदशे श्लोके नलं प्रशशंसुः प्रशशंसुः इति, अपि च दमयन्तीमपि नलस्य समीपे प्रशंसां कृतवन्तः दमयन्त्याः, के न न न कृतवन्तः? तस्याः समीपे एव नलं प्रशशंसुः। ओ नलं, तर्हि किन्तु के कृतवन्तः इति तत्र, अत्र जनाः तत्र दूताः, दूताः भवितुम् अर्हन्ति, उभयः अपि अस्ति, द्वितीये द्वितीये पङ्क्त्यां नैषधस्य समीपे अपि अहं कृतवन्तः, द्वितीयायां पङ्क्त्यां नळस्य अपि परस्परं प्रशंसा अत्र तत्र गच्छति इति। तर्हि सेवकाः प्रायणं कुर्वन्ति इति, न केवलं सेवकाः, यदा केचन दूताः गच्छन्ति अथवा ब्राह्मणाः गच्छन्ति परस्परं वार्तालापसमये एव सौन्दर्यस्य विषये परिवर्तनं भवति खलु जनानां वाक्षु, तथा एव सर्वत्र अतिप्रसिद्धिः दमयन्त्याः नलस्य च सौन्दर्यं, सौन्दर्यस्य वर्णनम्। एकस्मिन् पाठान्तरे अस्ति महोदय यत् एकदिवसे नलेन हंसः गृहीतः, तत् अग्रे आगच्छति, अग्रे आगच्छति। अस्तु अत्र तत्र षोडशे श्लोके सम्यक् अस्ति अस्ति ततः पठन्तु, सम्यक् अस्ति षोडशः अत्र, क्षम्यता, चतुर्दशे श्लोके कन्दर्पः एव रूपेण मूर्तिमान् भवत् मूर्तिमान् अभवन् अभवत् स्वयम् इति. कन्दर्पः मन्मथः एव कन्दर्पः विग्रहवान् भवति चेत् कथं भवति, तथा सुन्दरः इति नळः. अस्तु अस्तु, धन्यवादः. मन्मथस्य रूपं नष्टं खलु शिवस्य कोपकारणात्, आमां तस्य रूपं नास्ति इदानीं, यथा रूपं जातं तथा इति खलु. सत्यं, रूपम् अस्ति चेत्, रूपः तत्र अस्ति चेत् नलः एव भवति. तथा न भवति भोः. इदानीम् एवं अर्हति खलु, रामो विग्रहवान् धर्मः इति. अतः धर्मस्य शरीरमासीत् न वा इति न, धर्मः एव मूर्तिमान् भवति चेत् कथं भवति इति किञ्चित् भावयतु, तथा इति. अत्र मन्मथस्य दहनस्य विषये कोऽपि नास्ति अत्र. दहनस्य पूर्वं कथम् आसीत्, यथा सुन्दरः आसीत् तद्वत् नलः हा, अपि आसीत्. तावदेव. अस्तु, पठामि. तयोरदृष्टकामोऽभूत् शृण्वतो सततं गुणान्, अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृच्छयः. अशक्नुवन्नलः कामं तदा धारयितुं हृदा, अन्तःपुरसमीपस्थे वन आस्ते रहो गतः. सददृश तदा हंसान् हंसान् जातरूपपरिच्छदान्, वने विचरतां तेषाम् एकं जग्राहपक्षिणम्. आगतं खलु. ततोऽन्तरिक्षगोवाचं व्याजहार तदा नलं, न हन्तव्योऽस्मि ते राजन् करिष्यामि हि ते प्रियं. दमयन्ती सकाशे त्वां कथयिष्यामि नैषध, यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित् इति. हा, सरलमेव अस्ति इति भाति महोदय, अत्र किं वदामि? बहु सरलः अस्ति एव. आं महोदय, प्रश्नः अस्ति चेत् पृच्छन्तु तावदेव. अत्र तु अशक्नुवन् नलः कामं तदा धारयितुं हृदा, तत् पूर्वतनश्लोके हृच्छयः इति अस्ति खलु, तत्रापि हृदयस्य आशयः प्रीतिः कामः इति अर्थः भवति हृच्छयः इति. अनन्तरं अत्र हृदा तदा तत् धारयितुं सः अशक्नुवन् किमर्थम् अशक्नुवन् भवति? शत्रन्तम् अशक्नुवन् नलः तदा धारयितुं, अन्तःपुरसमीपस्थे वने रहो गतः, रहसि गतः तत्र. दमयन्त्या अन्तःपुरम् इति भाति तस्य. स्वान्तपुरं अस्तु, एतावत्तु तत्र भिन्नदेशे स्तः. आम् आम् आम् आम्. तत्रैव हंस जातरूपपरिच्छदान् इति खलु, हंसान् जातरूपम् इत्युक्ते स्वर्णं, स्वर्णवर्णीयान् हंसान् दृष्टवान् एकं जग्र. जातं वा तत्र? तत्र दृष्ट्वा एव किमर्थं वदति हंसः न हन्तव्योऽस्मि इति? सः किमपि न कृतवान् खलु, जग्राह गृहीतवान् एव. ओ, जग्राह. पुनः अन्तरिक्षे कथं भवति इति एकं पक्षिणं जग्राह, क्षम्यताम्. अत्र परिच्छदान् किमर्थं तत्र हंसस्य विषये? परिच्छदम् इत्युक्ते तत्र आवरणम् इति अर्थः भवति. अतः जातरूपपरिच्छदान् हंसान् दृष्टवान्, सुवर्णवर्ण पुरतः पुरतः तस्य सुवर्णवर्णीयं भवति तस्य पक्ष पक्षः न, तत् किं तत् फेदर्स् तत्सर्वम्. सुवर्ण कुत्र अस्ति महोदय? अत्र जातरूपं जातरूपस्य सुवर्णम् इति अर्थः. ओ, जातरूपम् इत्युक्ते स्वर्णं वा? आम्, शतकुम्भं जातरूपं तत्सर्वं रामायणे आगच्छति खलु. जाम्बूनदं जाम्बूनदं सर्वं अत्र मन्दातुः तु आत्मनेपदी अस्ति, किन्तु अत्र प्रायः पाणिनेः पूर्वकालः इति कृत्वा आम् प्रस्मै तत् एतत् सर्वं पूर्व ऋषि आर्षप्रयोगः अत्र एस् पि यु एस् ए इति पश्यामि, कः अस्ति जूम् इति अहं वदामि, अहं नाम पठामि. वदतु, नाम वदतु विवेक अत्र विवेक एवमुक्तस्थो हंसम् ततो एवमुक्तस्ततो हंसम्। एवमुक्तस्ततो हंसम् उत्ससर्जमहीपतिः ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः विदर्भनगरी गत्वा दमयन्त्यास्तदान्तिके निपेतुस्ते गुरुत्मन्तः गरुत्मन्तः सददर्शात तान् खगान् सा तानद अद्भुतरूपान् वै दृष्ट्वा सखी गणावृता हृष्टा ग्रहीतुं खगमान् खगम् खगम् खगमान् अत्र न न ग्रहीतु अहं चिन्तयामि ग्रहीतुं सत्त्वसन्धिः जातं तदे, तत्र खगमा सत्त्वसन्धिः जाता तर्हि सन्धिः भवति परन्तु किमर्थं खगमा खगमान् इति, खगमान् इति पक्षी पक्षिणः खगमा पक्षिणः खगमाः इति पर्यायपदमस्ति वा? नकारान्तशब्दः, ओ नकारान्तशब्दः खगमान् इति। ओहो अस्तु अस्तु. हृष्टा ग्रहीतुं खगमान् त्वरमाणो पचक्रमे अत हंसा विसृपुः सर्वतः प्रमदावने एकैकशस्ततः कन्यास्तान् हंसान् समुपाद्रवन् दमयन्ती तु यं हंसं महोदय अत्र समुपाधा कन्यान् तत्र यतिः एकैकशतत कन्यान् इति एकैकशतस्तत कन्यान् एकैकशः ततः अत्र सन्धिः भवति अतः एकैकशस्ततः कन्यान् कन्याः कन्या एकैकशस्ततः कन्याः तान् हंसान् उपाद्रवन् दमयन्ती तु यं हंसं समुपाधा वदन्ति के सा मानुषीं गिरिं कृत्वा दमयन्ती मथाब्रवीत् इत दमयन्ती मथ समुपाधावत् अन्तिके इति भवति। अस्तु तस्या तात्पर्यं तत्र हंस उत्सर्ज महीपतिः एवमुक्त्वा ततः हंस गतवान् महीपतिः हंसान् त्यक्तवान् इति, हंस हंसम् हंसान् एकमेव त्यक्त हंसं गृहीतवान् खलु, तत् हंसान् उत्सर्जा त्यक्तवान् त्यक्तवान्। हंस समुत्पत्य विदर्भान् अगमन् अगम विदर्भान् अगमन् गतवन्तः अगमन् विदर्भानगरे गत्वा दमयन्ती दमयन्त्याः तदन्तिके तदान् तदन्तिके तदा दमयन्त्याः अन्तिके निपेतुः ते निपेतुः गुरुत्मन्तः सा ददर्शात् तान् खगान् गरुत्मन्तः इत्युक्ते पक्षिणः तावदेव। अत्र यद्यपि गरुत् इत्युक्ते पक्षद्वयं बहु बृहत् अस्ति इति कारणात् गरुत्मन्तः इति अर्थः। सा तान् अद्भुतरूपं रूपान् रूपान् दृष्ट्वा सखी सखी गणावृता गणावृता सा तान् सखी अद्भुतरूपान् गणावृता दृष्ट्वा हृष्ट ग्रहीतुं हृष्टा खगं खगमान् ग्रहीतुं सा हृष्टा सा त्वरमाणा हृष्टा उपचक्रमे अतः हंसा विशस्रुपुः विशस्रुपुः इतस्ततः चलितवन्तः, यतः गृहीतुम् आगच्छति खलु सा सखीगणावृता, ताः अपि सख्यः अपि गृहीतुम् आगच्छन्ति। अतः हंसाः सर्वे हंसाः इतस्ततः तत्र गतवन्तः इति तावदेव। उपद्रवान् कृतवन्तः उपाद्रवन् इति, हंसान् समुपाद्रवन् इत्युक्ते उपद्रवम् इति कष्टम् आनयति इति, अतः हिंसितवन्तः इति अर्थः, हिंसितवत्याः इति। अत्र उपाद्रवन् इति द्रवति इति गच्छति इति अर्थः खलु महोदय, अत्र तत्र द्रवति उपद्रवं लङ्लकारः कन्याः खलु, उपद्रव, लङ्लकारः कन्याः उपद्रवन् पृष्ठतः गच्छति उपाद्रवन् गच्छति इति पृष्ठतः तदेव। गच्छन्ति। दमयन्ति तु अत्र तायम् उपाद्रवन् इति भवति चेत् तत्र आद्रवन् पृष्ठतः गच्छन्ति इत्यपि अर्थः भवति, परन्तु तत्र एवमपि अर्थः भवति। तथा एव उपद्रवः इति पदमेव तथा आगतम् इति मन्ये। पृष्ठतः आगच्छति। पृष्ठतः अस्तु सर्वदा आगच्छति चेत् किञ्चित् पीडा भवति किल। क्रीडा महोदय, इतोपि एकमस्ति महोदय, वदतु महोदय। तु यं हंसं समुपाधावत् अन्तिके उपादावदन्तिके सा मनुषीं गिरिं कृत्वा दमयन्तीं गिरं गिरं ब्रवीत् कृत्वा कृत्वा गिरं कृत्वा गिरं कृत्वा मानुषीं गिरं कृत्वा गिरं मानुषीं कृत्वा गिरं कृत्वा, मनुष्यः कथं मानुषरूपं वदति, स्वरं स्वरं अथवा कृत्वा मनुष्यवाण्या इति वदतु। पक्षीणां भाषा भिन्ना मणि भवति, मनुष्याणां भाषारूपेण पदशः वाक्यशः वदति इति। लक्ष्मीरण महोदय, खगमान् इत्युक्ते किमिति उक्तं भव्या भगिन्या? तदा भव्या भगिनी वदतु। किं पक्षी किम् इत्येव अस्ति खलु, पक्षिणः परन्तु महोदय, खगमान् तत्र खगमान् इति न स्यात्, तत्र खगमः इति, तर्हि खगमान् इति तत्र द्वितीय बहुवचनम् इति चिन्तयामि। अस्तु, खगमः इति खगन खगः के गच्छति इति खगः, के गच्छति इति खगम, आकाशे गच्छति इति। परन्तु तत्र सत्त्वमस्ति खलु, सका तर्हि त्वरमाण यथा भुजगः भुजङ्गमः इति अस्ति, तथैव खगः खगमः इति तत्र परन्तु पर्यायपदम्। अकारान्त अकारान्त खगमः इति अकारान्तं भवति वा? खगमः इति अतः कृष्ण तत्र द्वितीया बहुवचनं भवति चेत् खगमान् इति भवति, परन्तु तत्र तथा एव सन्धिः भवितुम् अर्हति, खगमान् सरमाणोपचक्रम् यथा रामः अकारान्तमेव। भगवान् त्वरमाणया, तो नकारस्य सत्त्वं भवति। अस्तु, तकारस्य अस्तु लक्ष्मीनारायण वा अस्तु। भवानेव दमयन्ति नलो नाम निषधेषु महीपतिः अश्विनोः सदृशो रूपेण समास्तस्य मानुषाः तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनी सफलं ते भवेज्जन्मरूपं चेत् सुमध्यमे छेदं किम्? रूपं छेदम् ओहो इति क्षम्यताम्, अस्तु पुनः पठ्यते। तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनी सफलं ते भवेज्जन्मरूपं चेत् सुमध्यमे छेदं छेदं सुमध्यमेव। रूपं चेदं सुमध्यमे वयं हि देवगन्धर्वमनुष्योरगराक्षसान् दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः त्वं चापि रत्नं नारीणां नरेषु च नलो वरः विशिष्ठाया विशिष्ठेन सङ्गमो गुणवान् भवेत्। एवमुक्त्वा तु हंसेन दमयन्ती विशां पते अब्रवीत् तत्र तं हंसं तमप्येवन्नलं वद। अस्तु, तर्हि सः हंसः वदति, हे दमयन्ती, नलो राम निषधेषु महीपति निषधराजा सः अस्ति, अश्विनोः सदृशः, नाम अश्विनोः सौन्दर्यम् अधिकं भवति अश्विनी तत्र। देवता, अश्विनी देवता आम् द्वयम् अस्ति खलु, इत्युक्ते, ते बहु आम् आम् सुन्दररूपिणौ इति. अतः अश्विनोः सदृशो रूपे न समाः तस्य मानुषेषु समाः कोऽपि नास्ति, केऽपि न सन्ति। तस्य वै यदि भार्या त्वं भवेत्, भवेताः भवेः भवेताः भूधातुः भवेताः परस्मैपदीयस्य स्त्रीलिङ्ग, आत्मनेपदित्वेन, ओहो आत्मनेपदिरूपं विधिलिङ्ग् कृतम्. ओहो एवम्। एतत् आर्षम् आर्षं वरवर्णि, हे वरवर्णिनि, यदि वै त्वं तस्य भार्या भवेताः तर्हि ते जन्म सफलं भवेत्, रूपं च इदं रूपं च सुमध्य, हे सुमध्य मे, इदं रूपम् अपि सफलं भवेत् इति, ते जन्म अपि सफलं भवेत् इति। अनन्तरं हंसः, वयं हि देवगन्धर्वमनुष्यो मनुष्य उरगराक्षसान् दृष्टवन्तः, नाम सर्वे सर्वे न सर्वविध आसन जातयः सर्वान् दृष्टवन्तः, परन्तु सर्वं न च एतादृश. अस्मा, न च अस्माभिः दृष्टपूर्वः तथाविधः, नाम तादृशः जनः अस्माभिः न दृष्टपूर्वः इति। वयं तु सर्वान् परिशीलितवन्तः परन्तु तथा न दृष्टपूर्वः। अस्तु, त्वं च अपि रत्नं, त्वमपि नारीणां रत्नम् असि, नरेषु च नलो नलः वरः इति, अत्युत्तमः नरेषु मनुष्येषु नलः एव वरः, विशिष्टेन सङ्गमः गुणवान् भवेत्, नाम भवतोः सङ्गमः अतिगुणवान् भवति इति एतेन। एवमुक्त्वा हंसेन दमयन्ती, एवम् उक्ता एवमुक्ता दमयन्ती. तु हंसेन एवमुक्ता दमयन्ती विशाम्पते, हे विशाम्पते, अत्र युधिष्ठिरः प्रायः किल, विशाम्पते अब्रवीत् तत्र तं हंसं तम् अपि एवं नलं वद। सा वदति भवान् नलम् एवं वद इति, किम् इति अग्रे स्पष्टं भवति। इतोपि एकैव श्लोकस्ति पूरयितुम्. अस्तु अस्तु, तथेत्युक्त्वाण्डजः कन्यां वैदर्भस्य विशाम्पते पुनरागम्य निषाधान् नले सर्वं न्यवेदयत्। अस्तु, तथा इति उक्त्वा अण्डजः पक्षी कन्यां वैदर्भस्य कन्यां, हे विशाम्पते, तथा इति उक्त्वा पुनरागम्य, कुत्र निषाधान् पुनरागम्य नले सर्वं न्यवेदयत्, नाम फलं सर्वं। किमिति अत्र अत्र विशाम्पते इति यत् अस्ति, विश् विश् किं विट् इति, तत्र आम् कीदृशं विट्टितीव पदं तत्? प्रातिपदिकं किमिति मनुष्याणां अहं, पतिः इति, मनुष्याणां मनुष्याणां विट् पतिः अहमपि मनुष्याणां अवगम्यते. दृष्टवती. पदं किं तत्र, विट् इति वा? विश् इति अहं चिन्तयामि, प्रातिपदिकं, विश् इति प्रातिपदिकं प्रथमविभक्तौ विट् इति जायते. अत्र पश्यन्तु एकं पदं किं विश्वा विशाम्पतिः इति, अत्र पद षष्टि बहुवचनमस्ति. तर्हि तथा इत्युक्ते द्विक्ति इत्यस्य, शत्रुः इत्यस्य अर्थः विशाम्पत् षकारः. अत्र तु षकारः मनुजः चातालव्यः, तत्र अनुजः द्विषौ द्विषः, अत्र मूर्धन्यषकारः भवति, द्विट् द्विषौ द्विषः इति. मनुजः ओ, इति. आगतम् इति. ओ, द्विट् अतः इत्युक्ते एव. तत्र ओहो, द्विट् तु तत्र अतः तत् शत्रुः खलु, द्विट् इति शत्रु, अद्विट् इति शत्रु. आम् सत्यं. द्विट् इति वैश्यः अपि त्रीणि भवति, अपि च एवं मनुजः अपि। अत्र महोदय अत्र 27th श्लोके श्लोके तसुमध्यमे इति अस्ति खलु, इत्युक्ते सः बहु संबोधन तत्र मध्ये ये किं संबोधन भवन्ति सर्वे वदन्ति खलु कटिप्रदेशसुन्दरमस्ति स्लिम स्लिम वेस्ट वा स्लिम इति दक्षिण अतः सुमध्यमासीत् कृशोदरी इत्यपि आगच्छति तस्य सिंहमध्यमा अपि कृशोदरी मध्यमा कृशोदरी तत्सर्वं बहु कृश उदरम् इति तथा एव सुमध्यमा मध्यमभागः खलु उदरम् एव अतः तत्र कृशा भवति चेत् सा सुमध्यमा साइज 0 प्रसिद्धम् आसीत् इति मन्ये डाइट टाइट कृत्वा कृत्वा सुमध्यमा भवति एवं तत्र तद् कीटविशेषवत् अपि अस्ति इति कदाचित् वदन्ति किल, वास्प् इव वास्प् वरटा वा किं मध्यमभागः, कदाचित् एवमपि उपमा भवति। सिंहमध्यमा अपि वदन्ति सिंहस्य मध्यमभागः इव अस्ति इति अत्र एवं वर्णने शरीरस्य सौन्दर्यवर्णने समसमविभक्ताङ्गः इत्यपि भवति सिमिट्रिकल् इति रामस्य प्रथमे अत्र नेत्रद्वयं कर्णद्वयं हस्तद्वयमिति समानरूपे भवति चेत् बृहदश्च उवाच दमयन्ति तच्छ्रुत्वा वचोहंसस्य भारत तदा प्रभृतिर्न स्वस्ता नलं प्रति बभूवसा ततश्च किञ्चित् सुधा भगिनी पठितवती वा? आम् महोदय इन्द्रा पठनीयं सुधा मया सर्वेषां पर्यायः क्षम्यतां भगिनि पठतु द्वितीयचक्रं सत्रं वा एतत्, प्रत्न आम् आम् इदानीं ओके द्वितीयचक्रम् मया न पठितम् इदानीमेव आरब्धं खलु। आम् सुधा भगिनी न पठितवती वा क्षम्यतां भगिनि अतः मया न ज्ञातम्, अतः ओ इति नाम मया एव न श्रुतम्। दृष्टवती शुभाम् आहूतवती सुधा भगिनी अधुना आगतवती विलम्बेन पूर्वं आम् वर्गः आसीत्। अहं हरिमहोदय अपि हरिमहोदयेन अपि पठितवान्, आदौ अहं एव पठितवान्, आसीत् आदावेव पठितवान्। एवमेव शुभा भगिनी पठितवती वा? आम् शुभा आम् सा पठितवती सुधा भगिनी अधुना बृहदश्च उवाच दमयन्ती तु तत् श्रुत्वा वचोहंसस्य भारत तदा प्रभृति न स्वस्था नलं प्रति बभूवसा तश्चिन्ता परा दीना विवर्णवन ततश्चिन्ता परा क्षम्यताम् ततश्चिन्ता परा दीना विवर्णवदना कृशा बभूव दमयन्ती तु निःश्वासपरमा तदा ऊर्ध्वदृष्टिध्यानपरा बभूवोन्मतदर्शना न शय्यासना उन्मत्तदर्शना बभूवोन्मतदर्शना न शय्यासनभोगेषु रतिं विन्दति कर्हिचित् न नक्तं न दिवाशेते आहेति वदति मुहुः तामस्वस्तां तदाकारां सख्यस्ता जज्ञुरिङ्गितैः ततो विदर्भपतये दमयन्त्याः सखीगणः न्यवेदयत्नस्वस्तां न्यवेदयत्नस्वस्तां दमयन्ती न्यवेदयत भूम ईश्वरः। न्यवेदयत न्यवेदयत्नस्वस्थां दमयन्तीं नरेश्वर। बृहदः उवाच दमयन्ती तु तच्छ्रुत्वा वचः हंसस्य वचः, हे भारत संग्रहेण हंसस्य वदति वचः चेदपि पर्याप्तं भगिनि तदा प्रभृति न अस्वस्थ न स्वस्था नलं प्रति बभूवसा। एतत्तु सुलभमेव अस्ति खलु। तच्चिन्ता पराधीना विवर्णवदना कृशा, एतत्ते सर्वे दमयन्ती दमयन्ती निश् सा कामज्वरपीडिता भवति तत् सर्वं सर्वदा वयं पठितवन्तः निश्वासपरमा तदा तं सर्वम् हा ऊर्ध्वदृष्टिः ध्यानपरा हा उन्मत्तदर्शना बभूव हा न निद्रामपि न शय्यासनभोगेषु रतिं विन्दति कर्हिचित् कर्हिचित् न कर्हिचित् इत्युक्ते किं कर्हि कदापि उत्तमं कदाचित् वा कदापि ओके कदापि ओके इति भवति कदाचित् न नक्तं न दिवाशेते हा हेते तु शीस्व सा तु इदानीं किं रोमांटिक मग्ना अस्ति सो हा इति न विलापः तस्य ताम् अवस्थां ताम् स्वाम् अस्वस्थम् अस्वस्थां क्षम्यतां ताम् अस्वस्थां तदाकारां सख्यः ताः जज्ञुः इङ्गितैः जज्ञुः ततः अवगत्यः अवगतवत्यः इति इङ्गितैः इङ्गितैः इत्युक्ते चिह्नानि तावदेव. ततः विदर्भपतये दमयन्त्याः सखीगणः न अस्वस्थां दमयन्तीं निवेदयन्ति न्यवेदयत नरेश्वरं तं हे नरेश्वर निवेदयत् इति नरेश्वर हा हे नरेश्वर अग्रे तस्य आगच्छति. परिस्थिति एतादृशी अस्ति इति तस्याः परिस्थितिः न स्वस्थां दमयन्तीं खलु अहं न चिन्तयामि अस्वस्थां दमयन् न न्यवेदयत अस्वस्थां दमयन्तीं नरेश्वर इति सम्बोधनं युधिष्ठिरं प्रति. ओ युधिष्ठिरं प्रति ओ बृहदश्वः वदति खलु कथां अन्य कोऽपि अस्ति वा अस्य क्रमः तत्र सन्ध्या भगिनी भवती किम् उक्तवती न स्वस्थां विषये तत्र न अस्वस्था इति पूर्वं श्रुतं तथा न तत्र सा अस्वस्था अस्ति अथवा न स्वस्था अस्ति इति तावदेव डबल् नेगेटिव् नास्ति. डब्ल्यू. परन्तु अत्र न स्वस्थां न स्वस्था इति एव वा तत्र पदम्? तत् मया मामा अपि तथा एव चिन्तितं. मया अपि तत् कथं भवति? न स्वस्था अस्वस्था एव खलु भवितुमर्हति. तादृशी अस्वस्था स्थितिं तत्र किमर्थं पदं तत्र न स्वस्था इति दत्तमिति? आम्, अपि च अस्वस्था सामान्यतया नकारः पृथक् भवति चेत् क्रियापदेन सङ्गच्छते, अन्वयः भवति. न न्यवेदयति इत्यपि भवति तत् न अस्वस्था निवेदयत इति. कथं भवति? न न न इत्युक्ते पृथक् नैव पृथक् न करणीयं तर्हि न स्वस्था इत्येव दमयन्ति. एकमेव पदम् एकमेव पदं परन्तु एकमेव पदम् अश्रुतपूर्वं तथा तथा अस्ति. अस्ति किं न पश्यामि न भगिनि तत् स्वस्था इति न दृश्यते आर्षम् इति स्वीकरणीयम्. आर्षम् इति स्वीकरणीयम्. तादृशरूपं न दृश्यते कोशे न खलु दृश्यते यथा भवेत्थाः इति वयं दृष्टवन्तः आर्षः इति तथैव एतदपि एवं प्रकोष्ठ भवितुम् अर्हति इति चिन्तयामि. न्यवेदयन् स्वस्थाम् इति तदा न्यवेदयन् इत्यपि भवति, अनन्तरं किन्तु तत्र अस्वस्थां न्यवेदयत् भवति. किन्तु महोदय निवेद्यते निवेद्यते पूर्वमपि न स्वस्था इति पदम् आसीत् पूर्वस्मिन् आगतं श्लोके किं कुत्रचित् न स्वस्था इति अत्रैव उपरि ओहो प्रायः विग्रहवाक्यमेव उपरि अस्ति तत्र अस्वस्थाम् इति अस्ति परन्तु विग्रहवाक्यं दत्तम् अस्ति प्रायः न तथा न भवति पद्येषु न भवति. अत्र तु महाभारतरामायणपठनसमये व्यासवाल्मीकादि वाल्मीकिव्यासादीनामेव उक्तिः वे प्रमाणं तथा स्वीकरणीयं तावदेव. महोदय, अपि च पाठान्तरे किञ्चित् भिन्नम् अस्ति. तत्र स्वस्थाम् इति अस्ति खलु पाठान्तरे न्यवेदयत् ताम् अस्वस्थां दमयन्तीं नरेश्वरे इति. अस्वस्थाम् तत् अस्ति वा तत्र? समीचीनमस्ति तत् इतोपि तदा समीचीनमस्ति ताम् अस्वस्थाम् इति ताम् अधिकाक्षरं भवति खलु, छन्दसः न भङ्गः भवति. न्यवेदयताम् न्यवेदयत् ताम् अस्वस्थाम् अस्वस्थां ताम् अस्वस्थं दमयन्तीं सम्यक् भवति. नरेश्वरे इति. तदेव किञ्चित् वरम् इति चिन्तयामि. न्यवेदयत् ताम् अस्वस्थां नमयन्तीं नरेश्वर। सम्यक्। निवेदयताम् अस्वस्थां दमयन्तीं नरेश्वरे इति तत् कथं न्यवेदयत् इति भवति? परस्मैपदी अस्ति खलु भगिनि, न सखीगणः तदेव तदेव उचितम् इति मन्ये, यतः सखीगणः एकवचनं पदम् अस्ति, अतः न्यवेदयत्येव भवति। निजं तत् समयः जातः तोपि पठामः, श्लोकद्वयं पठित्वा गच्छामः वा, नो चेत् समयः समापयामः किं भवति? इदानीं समयः अतीतः खलु? आम् आं भगिनि, आम् अस्तु, अत्र वयं विरमामः वा अत्र? आम् आम् महोदय, अस्तु, कुत्र इदानीं? तदेव खलु अन्तिमः श्लोकः, आम् परन्तु पञ्चमः श्यां समाप्तः। कस्य अत्र कस्यापि पर्यायः न आगतः किं? सर्वे पठितवन्तः वा? आम् महोदय, अस्तु, तर्हि वयं विरमामः, चिन्ता नास्ति, पुनः पञ्चश्लोकः इत्युक्ते अधिकसमयः भवति, विरमामः। सर्वे भवन्तु भवन्तु सुखिनः, सुखिनः, सर्वे सन्तु निरामयाः, सर्वे सर्वे भद्राणि भद्राणि पश्यन्तु, कश्चित् दुःखः भवेत्। ॐ शान्ति शान्ति शान्तिः।